नमस्कारः. अस्माकम् अद्यतनविषयः अस्ति द्वन्द्वसमासः इति विषयः. गते सप्ताहे अयं विषयः आरब्धः. अत्र द्वन्द्वसमासः यथास्माभिः पठितं, द्वन्द्वसमासः द्विविधः, इतरेतरयोगद्वन्द्वः अपि च समाहारद्वन्द्वः इति. सामान्यतया द्वन्द्वसमासः कदा भवति इति चेत्, यत्र द्वयोः अथवा बहूनां सुबन्धानां द्वन्द्वसमासः भवति, यत्र द्वयोः पदयोः प्राधान्यम् अस्ति, नो चेत् बहूनां पदानामपि प्राधान्यं भवति, सर्वेषां पदानाम् अन्वयः अस्ति क्रियया सह, अतः द्वन्द्वसमासः इति वदामः. इतरेतरयोगद्वन्द्वः इत्यनेन इतरेतरयोगद्वन्द्वसमासे समासे यानि घटकानि सन्ति, यानि घटकपदानि सन्ति, तेषां सर्वेषां पृथक्तया अन्वयः अस्ति क्रियया सह. तदनन्तरं समाहारद्वन्द्वः. समाहारद्वन्द्वसमासे बहूनि पदानि अथवा द्वयोः पदानाम् अथवा बहूनां पदानां समाहारः क्रियते, इत्युक्ते तत्र समूही क्रियते, तदेव समाहारद्वन्द्वः. अतः तत्र इतरेतरद्वन्द्वसमासः भवितुमर्हति, नो चेत् समाहारद्वन्द्वसमासः भवितुमर्हति. समाहारद्वन्द्वसमासः कुत्रचित् तत्र नित्यरूपेण विधीयते. कुत्र इति चेत्, यत्र प्राणि अङ्गानि, प्राणिनाम् अङ्गानि, यथा अत्र पाणि च पादौ, एतेषां समाहारः पाणिपादम् इति, यत्र अङ्गानां समूहीकरणम् अस्ति तत्र समाहारद्वन्द्वः भवति. अपि च तुर्यङ्गानि इत्युक्ते यत्र वाद्यानि सन्ति, यथा अत्र मार्दङ्गिकाश्च पणविकाश्च इति, एतेषां समाहारः मार्दङ्गिकपाणविकम् इति, मार्दङ्गिकपाणविकम् इति तत्र वाद्यानां समाहारः. अनन्तरं सेना अङ्गानि, यत्र सेनानाम् अङ्गानि सन्ति, यथा अत्र रतिकाः अश्वाः इति अस्ति चेत्, रतिकाः च अश्वाः च एतेषां समाहारः रतिकाश्वः. तर्हि प्राण्यङ्गानि, तुर्याङ्गानि, सेनाङ्गानि, सर्वत्र नित्यरूपेण समाहारद्वन्द्वः एव भवति. अपि च यत्र येषां जातिविरोधः अस्ति, यथा अत्र अहिः सर्पः नकुलः, तयोः जातिविरोधः अस्ति, गौः व्याघ्रः जातिविरोधः अस्ति, काकः उलुकः जातिविरोधः अस्ति, तत्र सर्वत्र समाहारद्वन्द्वः एव भवति. समाहारद्वन्द्वसमासे यतोहि समूहीकरणम् अस्ति इति कृत्वा तत्र सर्वदा एकवचने एव भवति, नपुंसकलिङ्गे भवति इति अत्र विषयः. इतरेतरद्वन्द्वसमासे तु समस्तपदस्य लिङ्गं कथं निर्णीयते इति चेत्, उत्तरपदस्य किं लिङ्गम् इति पश्यामः. उत्तरपदस्य यद् लिङ्गं तदेव समस्तपदस्य लिङ्गं भवति. तदनन्तरं समस्तपदस्य वचनं किम् इति चेत्, अत्र समासे कति पदानि सन्ति इति द्रष्टव्यं. पदानाम् आधारेण समस्तपदस्य वचनं निर्णीयते. यदि समासे पदद्वयं वर्तते चेत् तत्र समासः द्विवचने भवति, यदि पदत्रयं वर्तते चेत् बहुवचने भवति, नो चेत् पदत्रयात् अधिकमपि भवति चेत् बहुवचने भवति इति अत्र सामान्यनियमाः. अपि च केचन विशिष्टनियमाः अपि अस्माभिः परिशीलिताः. यथा अत्र पुल्लिङ्गे अथवा नपुंसकलिङ्गे ह्रस्व इकारान्त उकारान्तः अस्ति चेत् तेषां पूर्वप्रयोगः भवति, यथा अत्र हरिहरौ हरश्च हरिश्च हरश्च हरिहरौ, हरि इति पदं ह्रस्व इकारान्तपदम्, अतः तस्य पूर्वप्रयोगः हरिहरौ इति. अपि च उकारान्तपदम् अस्ति चेदपि तस्य पूर्वप्रयोगः इति दृष्टवन्तः. अपि च यत्र यत् पदम् अजादिः अस्ति, अदन्तम् इत्युक्ते ह्रस्व अकारान्तम्, अजादि इत्युक्ते यस्य आदौ अच्छ्वर्णः स्वरः अस्ति, अन्ते ह्रस्व अकारः अस्ति, आदौ स्वरः अन्ते ह्रस्व अकारः अस्ति चेत् तस्य पूर्वप्रयोगः भवति इत्यपि दृष्टवन्तः. ईशकृष्णौ, ईश इति पदम् आदौ स्वरः अस्ति, अन्ते शकार उत्तरवर्ति अकारः अस्ति, अतः तस्य पूर्वप्रयोगः ईशकृष्णौ इति अस्ति. अपि च तृतीयः नियमः अस्ति, यत्र यस्य अल्पस्वरः अस्ति तस्य पूर्वप्रयोगः. शिवकेशवौ, शिव इति पदस्य अल्पस्वरः स्वरः केशव इत्यस्य अपेक्षया, अतः शिव इति पदस्य पूर्वप्रयोगः. अपि च कुत्रचित् क्रमस्य महत्त्वं वर्तते, यथा अत्र युधिष्ठिरभीमौ इति तत्र क्रमस्य महत्त्वं वर्तते. तत्र क्रमानुगुणं द्वन्द्वः क्रियते. अत्र भीमयुधिष्ठिरौ इति न भवति, युधिष्ठिरभीमौ इति एव भवति इति अपि. यत्र सहोदरयोः मध्ये ज्येष्ठस्य पूर्वप्रयोगः. अपि च यत्र श्रेष्ठता, अत्र किमपि पदं श्रेष्ठतां द्योतयति अथवा प्रकाशयति, तर्हि तस्य पूर्वप्रयोगः भवति, यः पूज्यः अस्ति. यथा अत्र कृष्णार्जुनौ इति अस्ति, कृष्णः पूज्यः, अतः तस्य पूर्वप्रयोगः, अतः अर्जुनकृष्णौ इति न भवति इति अपि दृष्टवन्तः. अपि च गते सप्ताहे एकः प्रश्नः आसीत्, माता च पितरौ इति अस्ति, तर्हि माता इति किमर्थं प्रातिपदिके नास्ति इति, माता किमर्थं प्रातिपदिके नास्ति इति चेत्, तत्र नियमः कः इति चेत्, तत्र पदद्वयमपि ऋकारान्तः अस्ति. माता इत्यपि ऋकारान्तः, पिता इत्यपि ऋकारान्तः. तर्हि पूर्वस्य प्रातिपदिकस्य रूपं नास्ति, परन्तु प्रथमविभक्तौ यत् रूपं तद्रूपम् एव स्वीक्रियते. अतः माता पितरौ, न तु मातृ पितरौ इति अत्र विशेषः अस्ति. अपि च अन्यः प्रश्नः आसीत्, तत्र गणेशपञ्चकम् इत्यत्र कः समासः इति. तर्हि गणेशस्य पञ्चकम् इति समासः, पञ्चकम् इति तदिदान्तरूपम् अस्ति, अतः अत्र गणेशस्य पञ्चकम् इति एव पदद्वयं वर्तते. तयोः मध्ये सम्बन्धः षष्ठी तत्पुरुषसमासः. अन्यः प्रश्नः, जनत्रयम् इति कः समासः इति. तर्हि त्रयम् इति पदमपि तद्धितान्तरूपमस्ति, तर्हि जनत्रयम् इत्युक्ते जनानां त्रयम् इति अस्ति. तत्र त्रयम् इति संख्यां द्योतयति. एवमेव अत्र पञ्चकम् इति पञ्च अवयवाः सन्ति इति बोधयति, अतः गणेशस्य पञ्चकम् अस्तु. तर्हि अग्रे अन्य के सन्ति भगिनि? अहं पद्मा अस्मि. नमस्कारः भगिनि. नमस्कारः सावित्री. नमस्कारः भगिनि, सावित्री भगिनि. अस्तु अस्तु, अस्माकं गीताप्रवेशपुस्तके पृष्ठसङ्ख्या 44-100 पृष्ठसङ्ख्या अस्ति. ततः तत्र अन्तिम अभ्यासः अस्ति, तम् अभ्यासं कृत्वा अग्रे सरेम. एतेषु गीतावाक्येषु स्थूलाक्षरैः मुद्रितानां समस्तपदानां विग्रहवाक्यं लिखत. अस्तु, अरुणा भगिनी आरम्भं करोतु. आं भगिनि. नकुलः सहदेवश्च सुघोषमणिपुष्पकौ, सुघोषश्च मणिश्च पुष्पकौ. वस्तुतः अत्र सुघोष इति एकं पदं, मणिपुष्पकौ इति एकं पदम्. अत्र शङ्खस्य नाम अस्ति, शङ्खस्य नाम अस्ति, अतः तथैव स्वीकुर्मः. सुघोषः, सुघोषः च मणिपुष्पक पुष्पकश्च मणि सुघोषमणिपुष्पकौ, इतरेतर द्वन्द्वसमासः. सुघोषमणिपुष्पकौ इति तत्र कौ इति तत्र कथं, तत्र समासस्य निर्माणं कथं भवति? लिङ्ग उत्तरपदलिङ्गमेव विभक्ति आगच्छति. उत्तरपदस्य लिङ्गं किं? पुष्पकम्. पुष्पकम् इति वा? पुष्पकः अकारं नपुंसकलिङ्गशब्दः, पुंलिङ्गं पुष्पकः. पुष्पकः इति अस्ति खलु, अकारान्तं पुंलिङ्गशब्दः. रामवत् रामः, रामौ रामः. किमर्थं नकुलः सः देवस्य समस्तपदं न कुर्वन् किं पुनः पृच्छतु? नकुलसः देवस्य, नकुलस्य सः देव अपि समस्तपदं कर्तुं भवति वा? अत्र कथमस्ति, युधिष्ठिरः भीमः, भीमार्जुन, नकुलसहदेवौ इत्येव अस्ति खलु. नकुलसहदेव एव, न तु सहदेव नकुलौ. क्रिया समस्तपदं कर्तुं शक्यं वा? नकुलः सहदेव, नकुलसहदेवौ इति अपि कर्तुं, नकुलसहदेवौ एव खलु अत्र. यदि अत्र युधिष्ठिरः, युधिष्ठिरभीमः, युधिष्ठिरभीमः, अर्जुनः, नकुलसहदेवौ इति एव अस्ति खलु. तदेव अहं पृच्छामि. तदेव अत्र सुघोषमणिपुष्पकौ इति, मणिपुष्पकः इति तत्र पुल्लिङ्गे अस्ति इति कृत्वा समस्तपदमपि पुल्लिङ्गे अस्ति, सुघोषमणिपुष्पकौ इति. अस्तु, अस्तु, द्वितीयमपि करोतु. सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ, सुखं च दुःखं च सुखदुःखे, इतरेतर द्वन्द्वसमासः. दुःखम् इति नपुंसकलिङ्गशब्दः, ततः विभक्ति सुखदुःखे इति द्वितीयवचने अस्ति. द्वितीयवचने नास्ति, द्विवचने खलु, द्विवचने द्विवचने अस्ति. समे कृत्वा लाभालाभौ अपि, लाभः च अलाभः च लाभालाभौ, जयः च अजयः च अजयाजयोः अपि इतरेतरद्वन्द्वसमासः. सत्यम्, अत्रापि लिङ्ग, अत्रापि लिङ्गस्य निर्णयः उत्तरपदस्य यद्लिङ्गं तदेव लिङ्गं भवति समस्तपदस्य. अपि च अत्र पदद्वयं वर्तते, लाभः अलाभः इति पदद्वयम्, अतः द्विवचने अस्ति लाभालाभौ. एवमेव जया अजय, जय जयश्च अजयश्च, जयाजय, अत्र सन्धिः अपि भवति, जय अजय जयाजय, जयाजय इत्यस्य लिङ्गमस्ति पुल्लिङ्गं, तदनन्तरं द्विवचने जयाजयौ, यतोहि सदस्यद्वयं वर्तते. अस्तु, समीचीनं भगिनि. अग्रे मेहुल् महोदय. आं भगिनि, साङ्ख्ययोगौ पृथक् बालः प्रवदन्ति न पण्डिताः इति अस्ति. तत्र साङ्ख्ययोगौ इति समस्तपदम् अत्यपि इतरेतर द्वन्द्वसमासः भवति. साङ्ख्य च योगः, योगः साङ्ख्यः च योगः च, योगः च इति भवति. तत्र पदद्वयमस्ति अतः तत्रापि द्विवचने पदद्वयम् अस्ति, तर्हि द्विवचनान्तं भवति. योगौ इति आगच्छति, योगः इति पुल्लिङ्गपदम्, अतः साङ्ख्ययोगौ इति द्विवचने साङ्ख्ययोगौ भवति. तावदेव अस्ति मम चिन्तनम्. पृथक् बालाः इति समस्तपदमस्ति वा? पृथक् बालाः, पृथक् अपि च बाला इति पदद्वयम् अस्ति. तत्र पृथक् बाला इति पदद्वयम् अस्ति, परन्तु बाला इति आकारान्तस्त्रीलिङ्गपदं, बहुवचनान्तं किमर्थमस्ति तत्र? प्रवदन्ति इति तिङन्तपदं बहुवचने एव अस्ति खलु, अतः पृथक् बाला इति अस्ति. तत्र अपि परन्तु तत्र इतरेतरद्वन्द्वः नास्ति इति अहं मन्ये. पृथक् अत्र पृथक् इति अव्ययमस्ति खलु, पृथक् इति अव्ययं खलु, अतः अत्र समासः प्रायः नास्ति, सन्धिः एव अस्ति खलु, केवलं सन्धिः, केवलं सन्धिः. पृथक् बालः, पृथक् इति तत्र अव्यय, पृथक् इति अव्ययम्, अव्ययमपि अस्ति. पृथक् इति अत्र विशेषणपदमिति अपि दत्तमस्ति, परन्तु तत्र पृथक् इति स्त्रीलिङ्गे कथम्, अत्र बालाः इति, बालाः पुल्लिङ्गे अस्ति इति चिन्तयामः चेत् तर्हि तत्र कर्मधारयसमासः, समासः. यदि अत्र पृथक् इति पदं विशेषणम् इति स्वीकुर्मः चेत् तत्र पृथक् इति विशेषणमस्ति, तर्हि पृथक् बालाः, तर्हि पृथक् इत्यस्य द्विवचने पृथक्कौ पृथकौ इति भवति वा इति द्रष्टव्यं, परन्तु सामान्यतया पृथक् इत्युक्ते तत्र अव्ययं पृथक् इति अव्ययं, तर्हि पृथक् बालाः तत्र पृथक् इति सन्धिः एव इति चिन्तयति. भगिनि श्लोके पृथक्स्य अर्थापि साङ्ख्ययोगस्य फलम् अपि कर्मयोगस्य फलं पृथक् पृथक् अस्ति इति प्रवदन्ति न पण्डिता. ये मूर्खाः सन्ति ते इति मन्यन्ते, किन्तु तस्मिन् एकमेव फलम् तयोः फलम् एकमेव अस्ति इति मन्तव्यम् इति पृथक्स्य अर्थ फलस्य अस्ति न तु बालाः. बालाः इति युक्ते मूर्खा ये सन्ति तत्र तत्र अतः समासः नास्ति, तत्र समासः नास्ति, सन्धिः नास्ति, सन्धिः एव सन्धिः एव. आं सन्धिः एव, सत्यं सत्यं. हा अत्र सम्पूर्णश्लोकः सम्पूर्णः श्लोकः पश्यामः चेत् श्लोकं पश्यामः चेत् अपि प्रायः अवगमनं सम्यक् भवति, परन्तु पृथक् बालाः इति सन्धिः. अस्तु अग्रे महोदय. अस्तु अग्रे विहारशय्या सन भोजनेषु तत्र तत्रापि इतरेतरद्वन्द्वसमासः भवति, तत्र बहूनि पदानि सन्ति. अन्तिमपदमस्ति भोजनम्, अतः तत्र नपुंसकलिङ्गपदम् अन्तिमपदम्, अतः समस्तपदमपि नपुंसकलिङ्गपदं भवति. अपि च बहूनि पदानि सन्ति अतः बहुवचनान्तं भवति, अतः भोजनेषु इति आगच्छति. विहारं शय्या क्षयम् इति भवति, आसनम् अपि च भोजनम् इति सर्वे पदानि मिलित्वा विहारशय्यासनभोजनेषु इति भवति. पुनः विग्रहवाक्यं वदतु. विहारश्च शयश्च शय्याश्च शय्या अस्तु, परन्तु तत्तु अस्तु, तर्हि तत्तु नपुंसकलिङ्गपदं नास्ति. भवतु नाम अत्र समस्तघटकानि पदानि सर्वं समानानि लिङ्गानि इति नास्ति, इति नास्ति, केवलम् अन्तिमपदं वयं पश्यामः. अस्तु तर्हि विहारः शय्याः विहारश्च शय्याश्च आसनश्च भोजनं च इति अभिग्रहः. सत्यं शय्या इति स्त्रीलिङ्गपदमस्ति. अस्तु समीचीनम्. अस्तु भगिनि, पृथक् बालाः बाला स्त्रीलिङ्गशब्दं वा? अत्र स्त्रीलिङ्गे अपि भवितुमर्हति, पुल्लिङ्गे अपि भवितुमर्हति. अत्र श्लोकं पश्यामः. अत्र श्लोके तु प्रायः पुल्लिङ्गे अस्ति, परन्तु स्त्रीलिङ्गे अपि भवितुमर्हति खलु, बाला बालाः इति. धन्यवादः. अस्तु पद्मा भगिनी अग्रे. आं भगिनि, यावज्जायते युश्चिन स्व न सम्यक् ते पठतु. यावत् सज्जायते किञ्चित् सत्त्वं चित् सत्त्वं तथा स्थावरजङ्गमं स्थावरजङ्गमं यावत् सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्गमं स्थावरं च जङ्गमं च. अत्र कीदृशसमासः द्वन्द्वम् अस्ति? कीदृशद्वन्द्वः? समानपदद्वन्द्वं समानपदद्वन्द्वं नास्ति खलु अत्र, समाहारद्वन्द्वः नो चेत् इतरेतर योगद्वन्द्वः, कीदृश समासः अत्र? कथं जानीमः? पूर्वपदस्य उत्तरपदस्य समानाधिकरणम् अस्ति, समानाधिकरणस्य विषयः नास्ति भगिनि अत्र, विरोधभावः अस्ति. न न विरोधभावः अपि नास्ति, विरोधभावः भवितुम् अर्हति वा? जातिविरोधः नास्ति खलु अत्र, जातिविरोधः इत्युक्ते तत्र यत्र प्राणिः अस्ति तयोः मध्ये विरोधः, जातिविरोधः, तदेव जातिविरोधः अस्ति चेत् नित्यरूपेण भवति. अत्र तु तादृशं किमपि नास्ति, परन्तु स्थावरजङ्गमम् इति समाहारद्वन्द्वः एव. किमर्थम् इति कथं जानीमः? एकवचनान्तं न पृथगमनं, एकवचनान्तम् अस्ति खलु स्थावरजङ्गमे इति नास्ति. हा, स्थावरजङ्गमे इति अस्ति चेत् इतरेतरद्वन्द्वः भवितुमर्हति, परन्तु अत्र स्थावरजङ्गमम् इति अस्ति अतः समाहारद्वन्द्वः. वद विग्रहवाक्यं वदतु. स्थावरं च जङ्गमं, जङ्गमं च. तावद् नास्ति, इतरेतरद्वन्द्वः अस्ति चेत् विग्रहवाक्यं कथं भवति? समाहारद्वन्द्वः अस्ति चेत् विग्रहवाक्यं कथं भवति? वदतु मेहुल् महोदय, वदतु. स्थावरं च जङ्गमं च एतयोः, एतयोः किं समाहारः? अत्र पुनः पुनः वदतु. स्थावरं च जङ्गमं च एतयोः समाहारः. सत्यं, स्थावरं च जङ्गमं च अनयोः अथवा एतयोः समाहारः इति विग्रहवाक्यं भवति. इतरेतरद्वन्द्वसमासे तादृशं नास्ति, यथा अत्र सुखं च दुःखं च इति तावदेव अस्ति, परन्तु यत्र समाहारः अस्ति तत्र समाहारः इत्यस्य पदस्य प्रयोगः भवति विग्रहवाक्ये. अतः स्थावरं च जङ्गमं च अनयोः समाहारः इति विग्रहवाक्यम् अस्तु. अग्रे करोतु. न तदस्ति विना यश्चायत् मया भूतं चराचरम्. अत्रापि समाहारद्वन्द्व एव अस्ति. चरं च एतयोः समाहारः न च किं चरं पुनः वदतु. चरम् इति नपुंसकलिङ्गे नास्ति, चरमिति शब्दः नास्ति, चरः. चरस्य वा? चरश्च न चरश्च चरश्च इति कथं चराचरम् इति भवति? चरश्च चरश्च इति अस्ति चेत् चराचरम् इति न भवति खलु, सन्धिः कदा भवति? स्वरयोः मध्ये खलु. चरं च न अत्र यदि चरः इति पदद्वयं किमर्थं भवति वाक्ये? अत्र यथा अत्र जया जयौ, जयः अजयः इति अस्ति खलु, एवमेव चरः च अचरः च चरः च अचरः च अनयोः समाहारः एव अस्ति. अतः एव नपुंसकलिङ्गे एकवचने अस्ति, नो चेत् चराचरौ इति भवति. अस्तु अग्रे सावित्री भगिनी वदति वा? भगिनी सावित्री भगिनी. यः सर्वत्र अनभिस्नेहस्तत्तत् प्राप्य शुभाशुभम्, शुभं च अशुभं च शुभाशुभम् इति समाहारद्वन्द्वः अस्ति. विग्रहवाक्यं वदतु, पुनः विग्रहवाक्यं वदतु. शुभं शुभा हा शुभः इति नास्ति, शुभम् इति अत्र शुभम् इति सत्यं, शुभं च अशुभं च शुभं च अशुभं च एतयोः समाहारः शुभाशुभं वा? सत्यं सत्यम्, एतयोः समाहारः इति अपि वक्तव्यं खलु? अस्तु, एतयोः समाहारः शुभाशुभं समाहारद्वन्द्वम् इति अतः अत्रापि नपुंसकलिङ्गे एकवचने एव अस्ति, अतः वयं ज्ञातुं शक्नुमः समाहारः इति. अस्तु अग्रे प्रश्नः अस्ति भगिनि, स्थावरजङ्गमम् अस्ति, चराचरं शुभाशुभं योगक्षेमं सर्वं एत समाहारद्वन्द्वम् उपयुज्य भवन्ति तादृशमेव पदानि सन्ति, लाभालाभौ जयाजयौ इति, तत्र किमर्थम् इतरेतरद्वन्द्वः अस्ति? अस्माकं विवक्षानुगुणं महोदय, अस्माकं विवक्षानुगुणं वयं कर्तुं शक्नुमः, यत्र नित्यं नित्यरूपेण विद्यते तत्र तु विवक्षा नास्ति, तत्र तु नित्यरूपेण कर्तव्यमेव, परन्तु अत्र तु अस्माकं विवक्षानुगुणं कर्तुं शक्नुमः, अत्र इतरेतरद्वन्द्वः नो चेत् समाहार जयाजयौ इति वदामः, नो चेत् जयाजयम् इत्यपि वक्तुं शक्यते, एवमेव अत्र लाभालाभौ अथवा लाभालाभम् इत्यपि वक्तुं शक्यते, तर्हि तत्र क्लेशः नास्ति, समाहारः एव इतरे सामान्यनियमः तादृशमस्ति, किन्तु यदि भगवान् एतादृशं किमपि पृथक्त्वं करोति चेत् तत्र भगवद्गीतायां सूक्ष्म अर्थः अस्ति वा इति तद् भिन्नः प्रश्नः, अर्थप्रश्नः अस्ति, तत्र स्थावरजङ्गमम् इति तत्र स्थावर यत्र समूहीकृत्य वदति चेत् तत्र श्लोकस्य अर्थः कः इति दृष्ट्वा अवगन्तुं शक्यते, परन्तु सामान्यनियमः कः इति एव अहं वदन्ती अस्मि, अत्र किमर्थं तथा कृतम् इति चेत् तत्र प्रायः अत्र समूहीकरणम् इष्यते इति कृत्वा तथा कृतम् इति दृश्यते, तावदेव अहम् इदानीं वक्तुं शक्नोमि, अत्र सूक्ष्म अर्थः अस्ति वा इति न जानामि, अत्र भगवद्गीता ये भगवद्गीतां सम्यक्तया पठन्ति तान् पृच्छामः चेत् प्रायः अवगन्तुं शक्नुमः. अस्तु, धन्यवादः भगिनि. भगिनि, पूर्वश्लोकस्य सर्वत्र अनिभेस्निहत सतप्राय तदपि समस्तपदमस्ति, कथं भवति? सर्वत्रान् अभिस्नेहः इति अस्ति खलु, सर्वत्रान् अभिस्नेहः अनभिस्नेहः सर्वत्र अनभिस्नेहः तत्तत् प्राप्य शुभाशुभम् अनभिस्नेहः इति अनभिस्नेहः इत्येव प्रायः तत्र समासः कः? सर्वत्र अनभिस्नेहः अनभिस्नेह इति अन्न अभिस्नेह इति भवति नै तत्पुरुषसमासः साधु. वदतु, विग्रहं वदतु. अभिस्नेहः इति पदमस्ति, न अभिस्नेहः अनभिस्नेहः खलु, न अभिस्नेहः भगिनि, अभिस्नेहः अपि समस्तपदम् अस्ति वा? अभिस्नेहः इति वा? अभि इति उपसर्गपूर्वकः, स्नेह इति पदम्, तर्हि प्रायः तत्र स्नेहः इति सुबन्तं पदमस्ति, अभिस्नेहः इति सुबन्त अव्यय, तर्हि तत्र प्रायः प्रादिसमासः अस्ति, प्रादि नो चेत् गतिसमासः प्रादि यत्र अभिस्नेहः इति सुबन्तयोः अस्ति, अतः प्रादिसमासः प्रादिसमासः इति वक्तुं शक्यते. धन्यवादः. अस्तु, अग्रे भवती एव करोतु भगिनि, सावित्री भगिनि. तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्. योगः क्षेमं च योगक्षेमम् इतरेतरद्वन्द्वसमासः. क्षेमम् इति नपुंसलिङ्गशब्दः इति योगः पुंलिङ्गशब्दः. अतः योगश्च क्षेमं च योगक्षेमम् इति समासः कः इति उक्तवती इतरेतरद्वन्द्वसमासमिति न न न इतरेतरद्वन्द्वः अस्ति चेत् तत्र क्षेमम् इति तत्र द्विवचने भवति खलु क्षेमं हा इत्युक्ते योगक्षेमे इति भवति क्षेमः इति पुल्लिङ्गपदमस्ति खलु क्षेमः क्षेमं पुल्लिङ्गे अस्ति क्षेमः अस्ति चेत् अत्र तर्हि द्वितीयविभक्ति उपयुक्तवान् इति वा योगक्षेमं वहाम्यहम् इति योगः योगः च क्षेमः अनयोः समाहारः समाहारः योगक्षेमः नो चेत् योगक्षेमौ इति भवति समाहारद्वन्द्व नपुंसकलिङ्गे एकवचने अस्ति अस्तु अग्रे अपि करोतु क्षेम किं विशेषणम् इति दत्तवती स्पोकन् संस्कृत् मध्ये विशेषणमपि भवितुमर्हति परन्तु अत्र विशेषणं नास्ति कस्य विशेषणं भवितुमर्हति अत्र तु विशेषणं नास्ति अत्र पुल्लिङ्गे अस्ति पुंलिङ्गे स्त्रीलिङ्ग अपि भवति क्षेम स्त्रीलिङ्गे क्षेम इति क्षेम इति अस्ति हा अत्र तु पुल्लिङ्गे इति स्वीकुर्मः अत्र स्त्रीलिङ्गे अपि स्वीकर्तुं शक्नुमः अत्र साधारणतया पश्यामः चेत् पुल्लिङ्गे क्षेमः योगः क्षेमः योगः च क्षेमः च अनयोः समाहारः भवति एकः प्रश्नः अत्र किमपि पदं कस्मिन् लिङ्गे अस्ति तत् कथं भवती जानाति अहं तु तत्र स्पोकन् संस्कृत् डाट् आर्ग् मध्ये पश्यामि तत्र कुत्र अस्ति तत्र तत्र द्वितीय कालम् मध्ये अस्ति खलु ग्रामर् अब्जेक्टिव् फीमेल् मेल् तत्र पश्यामि लिङ्गमपि अस्ति लिङ्गम् अड्जेक्टिव् पदमस्ति चेत् तत्र विशेषनिघ्नपदम् इति चेत् तत्र त्रिषु लिङ्गेषु अपि रूपाणि भवन्ति पुल्लिङ्गे अड्जेक्टिव् इति अस्ति चेत् तत्र वयं ज्ञातुं शक्नुमः यत्र वाक्येषु वयं पश्यामः चेत् अस्तु तत् त्रिषु लिङ्गेषु अपि भवितुम् अर्हति एतादृशपदम् अतः तत्र तदनन्तरं चिन्तयामः अत्र अत्र अस्मिन् सन्दर्भे कथम् अस्ति इति तर्हि एतत् शब्दानि सर्वे शब्दकोशे अपि तत्र दत्तम् अस्ति वा शब्दकोशे अपि भवति शब्दकोशे अपि शब्दकल्पद्रुमे अपि भवति अन्य कोऽपि शब्दकोशे अपि भवति यत्र कुत्रापि द्रष्टुं शक्नुमः मम पार्श्वे अत्र कम्प्यूटर् अस्ति इति कृत्वा तत्र पश्यामि धन्यवादः अस्तु भगिनी अग्रे प्रमादमोहौ तमसो भवतो भवतो ज्ञानमेव च प्रमादः मोहः प्रमादश्च मोहः च मोहश्च प्रमादमोहौ समाहारद्वन्द्व समाहारद्वन्द्व कथं मोहौ तद् द्विवचनं सत्यम् अतः प्रमादश्च मोहौ च मोहश्च प्रमादमोहौ इतरेतर द्वन्द्वसमासः प्रमादः च मोहः च प्रमादमोहौ इति तत्र द्विवचने अस्ति अतः समाहारद्वन्द्वः न भवितुम् अर्हति सत्यं समानं नास्ति अपि च तत्र अज्ञानम् इति भवतो अज्ञानमेव च भवतः अज्ञानं खलु अज्ञानम् अत्र अज्ञानम् इति समासः अस्ति वा न ज्ञानम् अज्ञानम् इति कीदृशसमासः नैतत्पुरुषसमासः नैतत्पुरुषसमासः अस्तु तत्र अभिस्नेहः इति पश्यामि तत्र स्नेहः इति पदं तत्र गै प्रत्यान्तशब्दः अस्ति स्नेहः अत्र स्निह् इति धातुतः आगतः अतः तत्र गतिसमासः इति वक्तुं शक्यते न तु प्रादि अस्तु अस्तु अधुना अत्र कथां पठामः अत्र पूर्वं पृष्ठसङ्ख्या अस्ति 140 चत्वारिंशत् अधिक एकशतमे पृष्ठे कथा अस्ति रहस्यम् इदम् उच्यते इति कथा. पश्यन्ति वा? आं भवति. अस्तु भगिनि, भवती एव आरम्भं करोतु. कथमेव श्लोकानि एव श्लोकः अनन्तरं पठामः. अधुना कथां पठामः. एतां कथां सावधानं पठत. कदाचित् कृष्णार्जुनौ अटनार्थं प्रस्थितौ. तौ च अहोरात्रं रामवनननगरेषु अटितवन्तौ. अटन्तौ तौ स्वस्य सर्वक्लेशं विसृम्य विविधानि विस्मृत्य विविधानि शुभाशुभानि अनुभूतवन्तौ. विस्मयकराणि च दृश्यानि दृष्टवन्तौ. सर्पनकुलस्य सङ्घर्षः, गजसिंहयोः युद्धं, खगमृगाणाम् आलापः, काकोल्लूकस्य च कलहः इत्यादिकं सर्वं तौ साश्चर्यम् अपश्यताम्. अपि पठतु न तावत् वदतु. अत्र समस्तपदानि कानि? कदाचित् कृष्णार्जुनौ, कृष्णश्च अर्जुनश्च कृष्णार्जुनौ, इतरेतरद्वन्द्वसमासः. अर्जुनः कृष्णः पुंलिङ्गशब्दः, अर्जुनः पुंलिङ्गशब्दः, उत्तरपदं पुंलिङ्गशब्दः, ततः द्विवचनं भवति कृष्णार्जुनौ इति. अटनार्थं प्रस्थितौ, अत्र समस्तपदं नास्ति. अहं मन्ये तौ च अहोरात्रम् अहः च रात्रं च अहोरात्रं समाहारः इति अहं मन्ये. अहोरात्रं समाहारद्वन्द्वः. समाहारद्वन्द्वः इति समीचीनं, परन्तु तत्र विग्रहवाक्यं पुनः वदतु. अहश्च रात्रं च. न, रात्र इति शब्दः अस्ति वा? रात्रिः श्रीलिङ्गपदमस्ति. एतदपि विरोधः न भवति वा? न, विरोधः इत्युक्ते तत्र सामान्यतया विरोधः इत्युक्ते तत्र जातिविरोधः इति वदामः. तत्र प्राणिनां जातिविरोधः इति पश्यामः. नेगेटिव् वर्ड् इति नास्ति अत्र. अहोरात्रम् इति समाहारः एव अस्ति. अहोरात्रः इति अपि भवति, अथवा अहोरात्रः इति अपि शब्दः अस्ति खलु, अहोरात्रः. अत्र समाहारद्वन्द्वः अहश्च रात्रिश्च अनयोः समाहारः. ग्रामवननगरेषु ग्रामं च वन न अत्र लिङ्गं किमर्थं परिवर्तयति? अत्र पदस्य मूलतः कः लिङ्गम् इति एव पश्यामः. ग्रामम् इति पदं नास्ति खलु? ग्राम इति पदस्य लिङ्गं किं? ग्रामः इति ग्रामः. तर्हि मूले यत् लिङ्गं तदेव प्रयोगं, तस्य एव प्रयोगः भवति. तर्हि ग्रामः च भ्रम भवति. ग्रामं गृहं पुंलिङ्गं नपुंसिङ्गलिङ्गं भ्रम भवति. अस्तु अस्तु, चिन्ता नास्ति भगिनि, चिन्ता नास्ति. एवमेव उक्तवती अत्र. यतोहि मम भ्रमः आसीत् अत्र प्रथमविभक्तौ वदति वा, नो चेत् द्वितीयविभक्त्यां वदन्ती अस्ति वा इति मम भ्रमः आसीत्. अस्तु. ग्रामश्च वनश्च नगरश्च. न न, अत्र वन इति शब्दः कीदृशशब्दः? ओ, वन अपुंसकलिङ्गः. ग्रामश्च वनं च नगरश्च. नगर इति शब्दः? नगरः अकारपुंलिङ्गशब्दः. नगराणि. ओ, नगराणि. ओ, क्षम्यतां. ग्रामश्च वनं च नगरं च ग्रामवननगरेषु नगरं आकारान्त नपुंसिङ्गलिङ्गशब्दः त्रीणि शब्दानि अस्ति, ततः बहुवचनं भवति. त्रयः शब्दाः अन्नयेषु, त्रीणि शब्दानि नास्ति, त्रयः शब्दाः, त्रयशब्दः. अस्तु, समीचीनं भगिनि. तर्हि ग्रामवननगरेषु इत्यत्र इतरेतरद्वन्द्वः अस्ति, यतोहि अत्र बहुवचने अस्ति समस्तपदम्, अतः ज्ञातुं शक्नुमः इतरेतरद्वन्द्व इतरेतरयोगद्वन्द्वः अस्ति इति. अहोरात्रम् इत्यत्र एकवचने अस्ति, यद्यपि पदार्थद्वयम् अस्ति तथापि एकवचने अस्ति इति कृत्वा तत्र समाहारद्वन्द्वः इति. अस्तु, अग्रे. अटितवन्तौ, अटन्तौ तौ स्वस्य सर्वं क्लेशं विस्मृत्य विविधानि शुभाशुभानि, शुभाः च अशुभाश्च, शुभाः च अशुभाः च शुभाशुभानि, शुभं शुभम्, शुभं च अशुभं च शुभाशुभानि. एतत् शुभानि च, शुभानि च अशुभानि च, अशुभानि च अशुभानि च, एतेषु अनयेषु समाहारः. कथं समाहारः नास्ति, शुभाशुभे एव केवलं शुभानि च अशुभानि च अशुभाशुभानि इतरेतरद्वन्द्व इति अहं मन्ये. हा, सत्यम्. अत्र कथं ज्ञायते इति चेत् प्रथमं समस्तपदं पश्यामः. अत्र बहुवचने अस्ति चेत् तत्र वयं ज्ञातुं शक्नुमः इतरेतरद्वन्द्वः एव, द्विवचने अस्ति चेत् इतरेतरद्वन्द्वः एव, एकवचने अस्ति चेत् तत्र समाहारद्वन्द्वः. तर्हि अत्र बहुवचने अस्ति चेत् भ्रमः एव नास्ति, इतरेतरद्वन्द्वः एव इतरेतरवचने. अस्तु, अग्रे. अनुभूतवन्तौ, विस्मयकरणानि च दृश्यानि दृष्टवन्तौ, सर्पनकुलस्य सङ्घर्षः, सर्पः च नकुलः, अनयोः समाहारः, समाहारद्वन्द्व जातिभेदः अस्ति. हा, जातिवैर्यम् अस्ति, अतः तत्र समाहारद्वन्द्वः. सर्पः च नकुलः च अनयोः समाहारः. अपि च पश्यामः चेत् तत्र नकुलस्य इति अस्ति खलु एकवचने, सर्पनकुलस्य इति रूपं. तर्हि अत्र विग्रहवाक्यं पुनः वदतु. सर्पश्च नकुलश्च अनयोः समाहारः, सर्पनकुलं तस्य सर्पनकुलस्य. सत्यं सत्यं, बहु समीचीनम्. अग्रे. सङ्घर्ष गजसिंहयोः, गजः च सिंह च गजसिंहौ इदपि समाहारद्वन्द्वः. गजश्च सिंहश्च कथं समाहारद्वन्द्वः न जाति. हा, जातिवैर्यं वैर्यमस्ति, गजः सिंहः इति जातिवैर्यमस्ति, परन्तु अत्र अत्र तु अत्र वचनं किं पदस्य? सिंहयोः द्वितीयवचनमस्ति. गजश्च सिंहश्च गजसिंहौ तयोः. गजः अपि च सिंहः तयोः जातिवैर्यं नास्ति, जातिवैर्यं नास्ति, केवलं गौः अपि व्याघ्रः, तयोः एव जातिवैर्यं. खगमृगाणां, खगाः च मृगाः च खगमृगाः तेषां खगमृगाणां. समासः कः? इतरेतरद्वन्द्वसमासः. बहुवचनमस्ति, बहुवचनं. सत्यम्. आलापः. काकोलूकस्य, काकश्च उलूक, कः उलुकः अनयोः समाहारः इति मन्ये काककोलुकं काककोलु तस्य काककोलुकस्य अत्र अत्र पुनः विग्रहः वदतु काहः च आलू आलू नास्ति उलूकः काक उलूकः उलूकः उलूकः उलूकः च अनयोः समाहारः समाहारद्वन्द्व काकोलूकं तस्य काकोलूकस्य कलाकः इत्यादिकं सर्वं तौ साश्चर्यम् अपश्यताम् साश्चर्यम् इति अपि समासः अस्ति खलु अहं न जानामि भगिनि साश्चर्यम् इति तत्र आश्चर्येण सहितम् आश्चर्येण सहितम् अस्तु अर्थः कः कदाचित् कृष्णार्जुना नगरस्य कश्चित् अटनार्थं गतवन्तः तत्र बहूनि विषयानि अपश्यताम् अहोरात्रं ग्रहं नगरेषु क्षम्यतां शुभाशुभानि सर्पणकुलस्य सङ्घर्षः गजसिंहयोः युद्धं खगमृगाणाम् आलापः काकोलोकस्य कलहः इत्यादिकम् आश्चर्येण पश्यतां दृष्टवान् सत्यं समीचीनम् अस्तु अग्रे जगन्नाथमहोदय पठितुमिच्छति वा अग्रिमं परिच्छेदः वा ततः अटन्तावेव पेश्वा एकदा ओ एकदा क्षुत्पिपासाभ्यां पीडितौ तौ कञ्चन ग्रामं प्राप्तवन्तौ समीपं किञ्चन गृहं गत्वा यदा जलं याचितं तटा गृहस्वामी तौ उच्चैस्तर्जितवान् ततः बहुषु गृहेषु तदेव अनुभूतं कामक्रोधौ लोभमोहौ मदमात्सर्ये च दोषाः तान् जनान् परोपकारात् निवारयन्ति स्म न कुत्रापि माधवार्जुनौ खाद्यपेयं प्राप्तवन्तौ तथापि धर्माधर्मवेत्ता श्रीकृष्णः तान् ग्रामजनान् आशीषा अनुगृहीतवान् एकदा क्षुत्पिपासाभ्याम् इति क्षुत् च पिपासा च इति इतरेतरद्वन्द्वसमासः पीडितौ तौ कञ्चन ग्रामं क्षुच्च पिपासा च तर्हि क्षुच्च पिपासा च समस्तपदं किं भवति क्षुत्पिपासा ओ क्षुत्पिपासे सत्यं क्षुत्पिपासे अत्र अत्र मत्लब् अस्मिन् वाक्ये शुत् पिपासाभ्याम् इति अस्ति खलु तर्हि शुत् पिपासे ते शुत् पिपासाभ्यां तृतीयविभक्तिः द्विवचने तृतीयविभक्तिः शुत् पिपासे शुत् पिपासे ताभ्यां ताभ्याम् आम् विग्रहवाक्यं कथं लेखनीयमिति कुत्र अस्ति वयं कुत्र ज्ञातुं शक्नुमः अत्र सामान्यतया तत्र पुस्तकेषु यत्र कुत्रापि समासस्य प्रसङ्गे पठामः तत्र तत्र एतादृशी शैली अस्ति महोदय. कथं लिखामः चेत् सर्वदा एकवचने एव डिफाल्ट् अस्ति, एकवचने एव वदामः तत्र वाक्येषु. तत्र प्रथमाविभक्तौ एकवचने नास्ति, प्रथमाविभक्तौ किं रूपम् अस्ति तदेव वदामः. अतः अत्र शुच्च पिपासा च पिपासे इति समस्तपदं. तर्हि अत्र वाक्ये कथं प्रयोगः अस्ति चेत् तृतीयविभक्तौ द्विवचने अस्ति, अतः ताभ्यां शुत् पिपासे ताभ्याम् इति. प्रथमतया एकवचनम् उक्त्वा तदनन्तरं तत्र वाक्ये कथम् अस्ति इति कृत्वा तत्र अनन्तरं तत्र तद् शब्दस्य प्रयोगं कृत्वा वदामः. पीडितौ तौ कञ्चन ग्रामं प्राप्तवन्तौ. समीपं किञ्चन गृहं गत्वा यदा जलं याचितं तदा गृहस्वामी तौ उच्चैः तर्जितवान्. ततः बहुषु गृहेषु तदेव अनुभूतम्. अन्यत् किमपि अस्ति वा अत्र? गृहस्वामी इति अस्ति खलु, गृहस्य स्वामी इति षष्ठी तत्पुरुषः. सत्यं. कामक्रोधौ लोभमोहौ मदमात्सर्ये इति. कामः च क्रोधश्च, कामश्च क्रोधश्च, लोभश्च मोहश्च, मदश्च मात्सर्या च. मात्सर्यं खलु, मात्सर्यञ्च, ओ मद मदश्च मात्सर्यञ्च दोषाः. येषु वा येषु अस्ति अत्र तु एकवचने एव अस्ति खलु कामक्रोधौ इति. तत्र तु कीदृशसमासः? द्वन्द्वसमासः. कीदृशद्वन्द्वः? इतरेतरद्वन्द्वः. इतरेतरद्वन्द्वः. सत्यं सत्यं. तान् जनान् परोपकारात् निवारयन्ति स्म. परः उपकारश्च, परेषाम् उपकारः तस्मात् तस्मात् न कुत्रापि माधवार्जुन अत्र माधवश्च अर्जुनश्च इति इतरेतरद्वन्द्वः. अत्र अर्जुन अर्जुनमाधव इति भवितुमर्हति वा? अर्जुनमाधवौ न भवितुम् अर्हन्ति. अर्हति अत्र माधवः एव श्रेष्ठः. सत्यं सत्यं, समीचीनम्. खाद्यपेयं समाहारद्वन्द्व द्वन्द्वः. खाद्यं च पेयञ्च सम्पूर्णतया वाक्यं वदतु. तत्र समाहारद्वन्द्वः अस्ति चेत् इतोपि वक्तव्यं विग्रहवाक्ये. खाद्यं च पेयञ्च यत्र वा खाद्यं च पेयं च एतेषां समाहारः. एतेषां समाहारः अत्र यतोहि बहूनि खाद्यानि बहूनि पेयानि सन्ति इति कृत्वा एतेषां समाहारः. खाद्यपेयं खाद्यपेयं प्राप्तवन्तौ. तथापि धर्माधर्मवेत्ता धर्मश्च अधर्म धर्मः यः वेत्ति इति श्रीकृष्णः सम्यक् महोदय, सम्यक्. धर्मः च अधर्मः च इति तत्र कीदृशसमासः? अत्रापि धर्मः अधर्मश्च अधर्मं समूही न कृतं, तर्हि वक्तुं कठिनमत्र. वेत्ता इति गर्भसमासम् अभवत्, धर्माधर्मं प्रायः अपि भवितुं शक्नोति. धर्मः च अधर्मः च धर्माधर्मौ इति इतर इतर द्वन्द्वः, धर्माधर्मौ इति. तदनन्तरं तत्र वेत्ता इति अपि पदमस्ति खलु? आम्, तर्हि यः वेत्ति सः वेत्ता. धर्माधर्मौ धर्माधर्मयोः वेत्ता, धर्माधर्मयोः वेत्ता इति तत्र षष्ठी तत्पुरुषसमासः. पुनः अधर्मः इति अपि समासः अस्ति खलु? तर्हि षष्ठी तत्पुरुषगर्भे इतरेतरद्वन्द्वः अपि च नञ् इत्यपि अस्ति. अस्तु, अग्रे. श्रीकृष्णः तान् ग्रामजनान् ग्रामस्य जनः षष्ठी तत्पुरुषः ग्रामजनान् आशीषा अनुगृहीतवान्. भगिनि एकवारं धर्माधर्म एकवारं वदति वा? धर्मः च धर्मः च अधर्मः च इति इतरेतर द्वन्द्वः अस्ति खलु, धर्माधर्मौ इति. धर्माधर्मौ यदि अत्र केवलं धर्मवेत्ता इति अस्ति चेत् धर्मस्य वेत्ता इति वदामः, यः धर्मस्य वेत्ता धर्मवेत्ता. अधुना अत्र धर्माधर्मौ अनन्तरं वेत्ता इति तृतीयं पदमस्ति, अतः धर्माधर्मयोः इति षष्ठी द्विवचने धर्माधर्मयोः वेत्ता, अतः तत्र षष्ठी तत्पुरुषसमासः अस्ति, धर्माधर्मयोः वेत्ता. तदनन्तरम् अधर्मः इत्यपि समासः नञ् समासः. तर्हि अत्र आहत्य मूलसमासः धर्माधर्मयोः वेत्ता इति षष्ठी तत्पुरुषसमासः, तस्मिन् गर्भे इतरेतरद्वन्द्वः धर्माधर्मौ इति इतरेतरद्वन्द्वः, अपि च तस्मिन्नेव गर्भे नञ्समासः नञ्तत्पुरुषः अपि अस्ति अधर्मः इति. तर्हि आहत्य इतरेतरद्वन्द्व नञ्तत्पुरुष गर्भ षष्ठीतत्पुरुषसमासः. भगिनि वेत्ता अर्थं ये धर्मा वा अधर्मस्य आचरणं कुर्वन्ति तद् भवति वेत्ता? ये जानाति वेत्ता जानाति. अस्तु अस्तु, जानातु. अस्तु, विद् विद् दातुः. अस्तु महोदय, अत्र आशिषा इति अस्य प्रातिपदिकं किम्? जगन्नाथ महोदय, आशीषि इति स्त्रीलिङ्गपदं उपसर्गयुक्तनामपदमस्ति. आशिष् इति प्रातिपदिकं खलु? अस्तु, इत्युक्ते अत्र विभक्तिः का? आशिष्यते पुल्लिङ्ग पदम्, आशिषा इति प्रथमविभक्ति पुल्लिङ्गे, पुल्लिङ्ग पुल्लिङ्ग तृतीय तृतीय. भगिनी वदतु, रूपाणि वदतु. आशिषा आशीर्भ्याम् आशीर्भिः. तत्र प्रथमविभक्तौ आरभ्य प्रथमविभक्तेः आरभ्य सिद्धः आशीः आशीषौ आशः आशीषम् आशिषौ आशीः न आशिषः आशिषः न द्वितीयबहुवचनं द्वितीयबहुवचनमपि आशिषः आशिषः आशिष आशीर्भ्याम् आशीर्भिः आशिषे आशीर्भ्याम् आशीर्भ्यः आशिषः आशीर्भ्याम् आशीर्भ्यः आशिषः आशिषोः आशिषाम् आशिषि आशिषो आशिषु नो चेत् आशिषु इति विसर्गः अपि अस्ति आशिषु अथवा आशिषु आसि आशिषु अस्तु समीचीनम् समीचीनम् अत्र तु आशिषा इति तृतीयविभक्तौ अस्ति अस्तु महोदय अत्र अर्थः कः आशीर्वादं दत्तवान् इति न न अत्र परिच्छेदस्य अर्थः परिच्छेदस्य अत्र परिच्छेदस्य अर्थः ते क्षुतिपासा अनुभूयमानौ कृष्ण अर्जुनौ तत् एकं ग्रामं प्राप्तवन्तौ तत्र कोऽपि अतिथिसत्कारं न कृतवन्तः सर्वे तर्जनकार्यं कामक्रोधलो मदमाश्चर्यं सर्वमेव तेषु तादृशाणि गुणाः तादृशाः गुणाः एव सन्ति आसीत् आसन् तद्दृष्ट्वा कृष्णः तेषाम् आशीर्वादं तेभ्यः आशीर्वादं दत्तवान् तदेव परिचय सत्यं सत्यं समीचीनं महोदय सम्यक् अस्ति अस्तु कोऽपि प्रश्नः वा इतवता नो चेत् अग्रे सरेम अत्र मेहुल् महोदय अग्रे पठति वा मेहुल् महोदय अस्ति किम् अस्तु पद्मा भगिनी पठतु भगिनि ततः अटन्तावेव केशवार्जुनौ अन्यं ग्रामं प्राप्तवन्तौ तत्र कस्मिंश्चित् गृहे जले याचिते सति क्षीरं भोज्यं च प्राप्तवन्तौ तस्मिन् ग्रामे अन्येषु त्रिचतुरेषु गृहेषु अपि तादृशमेव आतिथ्यं प्राप्तं लाभालाभौ रागद्वेषौ निन्दास्तुति वा तान् जनान् न बाधन्ते स्म धर्ममोक्षौ यज्ञदानतपांसि एव तेषां लक्ष्यम् आसीत् भगवान् कृष्णः तान् उद्दिश्य अवदत् अस्मिन् ग्रामे दुर्भिक्षं भवतु नदीतटाकाः निर्जलाः भवन्तु वृक्षेषु लतासु च फलपुष्पाणि मा वर्धन्ताम् इति विस्मितः अर्जुनः अपृच्छत् भगवान् भगवन् भवान् तु कृपासागरः सर्वेषां योगक्षेमं वहति एवं सति कथं दुष्टान् अशीषा अनुग्रह अनुगृहीतवान् सञ्जानन् सज्जनान् सज्जनान् च शप्तवान् इति प्रथमतया द्वन्द्वसमास स्थूलाक्षरपदानि पश्येम केशवार्जुनौ अत्र अपि इतरेतरद्वन्द्वसमासः अस्ति केशवश्च अर्जुनश्च इति अटन्तावेव तत्र सन्धिः कः कुत्र भगिनि ततः अटन्तावेव कृष्णार्जुनौ अटन्तावेव सत्यम् अटन्तौ एव समीचीनम् अटन्तौ हा अटन्तौ एव अटन्तावेव आवादेशः औकारस्य स्थाने आवादेशमस्ति वा न सन्धिः यान्तावान्तदेश अग्रे लाभालाभौ रागद्वेषो निन्दास्तुति इत्यनेव पदयोः इतरेतर छन्दसमासाय अस्ति लाभस्य अलाभश्च रागश्च द्वेषश्च निन्दश्च स्तुतिश्च निन्दश्च इति कथं निन्दा इत्यस्य लिङ्गं किं निन्दा च स्तुति च स्तुति हा स्तुतिः च स्तुतिश्च स्तुतिश्च हा अत्र समासः कः कीदृशसमासः इतरेतर द्वन्द्वसमासः सत्यम् इतरेतर द्वन्द्वसमासः सत्यं धर्ममोक्षौ यज्ञदानतपांसि द्वयोः पदयोः इतरेतर द्वन्द्वसमासः अस्ति धर्मश्च मोक्षश्च यज्ञश्च दानश्च तपांसि च तपः च तपश्च तपः इति तत्र नपुंसकलिङ्गे अस्ति तपस् इति नपुंसकलिङ्गे अस्ति यज्ञः च दानं च तपः च दानं च तपः च तर्हि तपः इति नपुंसकलिङ्गे अस्ति इति कृत्वा तत्र समस्तपदं नपुंसकलिङ्गे बहुवचने तपांसि तपः तपसि तपांसि परन्तु इतरेतरद्वन्द्वसमासः एव अस्ति सत्यं सत्यम् इतरेतरद्वन्द्वः एव अत्र उत्तरपदं तु नपुंसकलिङ्गे अस्ति इति कृत्वा तत्र बहुवचने नदीतटाकाः अपि च तत्र त्रिचतुरेषु इत्यपि समासः अस्ति त्रिचतुरेषु त्रिचतुरेषु गृहेषु तस्मिन् ग्रामे प्रथमवाक्यं तस्मिन् ग्रामे अन्येषु त्रिचतुरेषु गृहेषु अपि परन्तु अस्माभिः न पठितम् अत्र केवलम् एवमेव वदामि तत्र विग्रहवाक्यं कथं भवति इति चेत् त्रयः वा चत्वारः वा त्रिचतुराः इति त्रयः वा चतुराः वा त्रिचतुराः अत्र बहुव्रीहिसमासः अस्ति गृहेषु इत्यस्य विशेषणमस्ति त्रिचतुरः त्रिचतुरः तर्हि त्रयः वा चतुराः वा त्रिचतुराः तेषु त्रयश्च चतुरश्च येषु हा न च नास्ति तत्र इतरेतरद्वन्द्वः नास्ति बहुव्रीहिः अस्ति त्रयः वा चत्वारः वा त्रिचतुराः त्रिचतुराः अस्तु अग्रे भगिनि नदीतटाकाः नदी च तटका च इतरेतर एव न न तत्र नदी नदी नद्यः बहुवचने भवति नद्यः च तटकाः च नद्यः च तटकाः च नद्यः च यतोहि तत्र पदार्थद्वयमेव अस्ति खलु नदी अपि च तटकाः इति अस्ति तटकः इति अस्ति तर्हि अत्र नदीतटकौ इति भवेत् नदीतटकौ इति भवेत् परन्तु बहुवचने अस्ति इति कृत्वा वयं जानीमः तत्र बहूनि पदानि पदार्थाः बहवः पदार्थाः सन्ति इति कृत्वा नद्यः तटकाः च नद्यः च तटकाः च अनन्तरं निर्जलाः निर्जलाः समासः अस्ति खलु समासः अस्ति निर्जलाः निर्जलः निर्जलः ग्रामः इति अस्ति निर्जलः इति विशेषणमस्ति ग्रामः इति शब्दस्य विशेषणमस्ति यतोहि अत्र ग्रामस्य विषये एव वदन् अस्ति खलु अतः निर्जलः ग्रामः निर्जलः इति विशेषणम् अतः तत्र विशेषणमस्ति चेत् तत्र किं कीदृशसमासः भवति ग्रामस्य विषये अस्ति बहुव्रीहिः अस्ति हा बहुव्रीहिः अस्ति विग्रहं वक्तुमिच्छति वा नै बहुव्रीहिः नै नास्ति नै इत्युक्ते अ इति श्रूयते खलु निर्जलः इति निर् इति तत्र अव्ययमस्ति निर् अत्र तु अत्र अस्माभिः न पठितम् अतः एकवारं वदामि निर्जलाः इति निर्गतानि जलानि एभ्यः ते निर्जलाः इत्युक्ते यस्मात् ग्रामात् जलानि निर्गतानि तादृशग्रामः निर्जलः जलस्य अभावः न भवति वा जलस्य अभावः अत्र नास्ति यतोहि तत्र अत्र बहुव्रीहिः अस्ति अन्यपदार्थस्य प्राधान्यम् यदि अत्र यदि बहुव्रीहिः यदि अत्र जलस्य अभावः इति अस्ति चेत् तत्र नपुंसकलिङ्गे भवति निर्जलम् अत्र जलः इति अस्ति खलु जलाः अत्र पुल्लिङ्गे अस्ति खलु जलम् इति नपुंसकलिङ्गशब्दः अस्ति जलम् इति अतः तत्र अत्र तु नपुंसकलिङ्गे नास्ति जलम् इति नपुंसकलिङ्गे नास्ति तर्हि वयं ज्ञातुं शक्नुमः अन्यपदार्थस्य प्राधान्यम् इति ज्ञातुं शक्नुमः अतः तत्र अन्यपदार्थस्य लिङ्गम् अनुसृत्य बहुव्रीहिसमासस्य लिङ्गं भवति अत्र अन्यपदार्थः ग्रामः इति पदार्थः सः पदार्थः पुल्लिङ्गे अस्ति इति कृत्वा निर्जलः इति अपि पुल्लिङ्गे अस्ति अस्तु अग्रे फलपुष्पाणि फलं च पुष्पाणि फलानि च बहुभिः क्षम्यतां बहुवचन इतरेतर योगद्वन्द्वः अस्तु अग्रे योगक्षेमं योगः कृपासागरः इति समस्तपदमस्ति खलु कृपश्च सागरः न अत्र अत्र कीदृशसमासः अस्ति इतरेतरद्वन्द्वः अस्ति वा न न बहुव्रीहिः अस्ति कृपासागरः कृपायाः सागरः अन्यपदार्थस्य विशेषणमस्ति इति उच्यनेन कृपासागरः तर्हि विग्रहं कथमस्ति कृपश्च सागरं कृपश्च सागर अत्र कृपायाः सागरः कृपायाः सागरः षष्ठी तत्पुरुषसमासः श्रीकृष्णं वदति खलु श्रीकृष्णस्य अर्जुनः श्रीकृष्णम् उद्दिश्य वदति भवान् कृपासागरः अस्ति इति तर्हि कृपायाः सागरः कृपायाः सागरः भवान् अग्रे षष्ठी तत्पुरुषसमासः षष्ठी योगक्षेमम् अत्र योगः योगश्च क्षेमं क्षेमं च इदानीमेव पूर्वं दृष्टं खलु योगक्षेमः इति योगक्षेमम् इति तत्र तत्र कथमासीत् विग्रहः समाहारद्वन्द्वः हा तत्र नपुंसकलिङ्गे एकवचने अस्ति खलु आम् परन्तु अहं चिन्तितवती क्षेमं नपुंसकलिङ्गम् अस्ति इति क्षेमः इति पुल्लिङ्गे अस्ति इति उक्तमासीत् खलु योगः क्षेमश्च अनयोः समाहारः वा हा सत्यं योगः च क्षेमः च अनयोः समाहारः सत्यम् अग्रे अर्थः कः परिच्छेदस्य अर्थः कः कृष्णार्जुनौ अटन्तावेव अन्यग्रामं गतवन्तः अत्रापि अत्रापि कश्चित् गृहे जलं याचते क्षीरं प्राप्तवन्तः भोजनं प्राप्तवन्तः अत्र त्रिचतुरेषु ग्रामेषु अत्रापि ग्रामेषु नास्ति गृहेषु गृहे गृहेषु अतिथिसत्कारं प्राप्तवन्तः परन्तु ग्रामजनाः लाभालाभो रागद्वेषो निन्दास्तुति इति गुणायाः अतीतवन्तः बाधन्ते न स्म अस्तु अस्तु भगिनि अस्तु भगिनि समीचीनं भगिनि मेहुल् महोदय अस्ति वा आं भगिनि परिच्छेदस्य अर्थः कः परिच्छेदस्य अर्थः अस्ति अत्र केशवः अपि च अर्जुनः अन्यम् एकं ग्रामं प्राप्तवन्तौ तत्र गतवान् तत्र कस्मिंश्चित् गृहे यदि ते जलं याचितं तर्हि ते क्षीरमपि अपि च भोज्यमपि च प्राप्तवान् अपि च तदेव भवतः अनुभवः अस्ति अन्यस्मिन् गृहेषु अन्येषु गृहेषु अपि तादृशमेव ते आतिथ्यं प्राप्तवान् अतः ते वदन्ति अत्र सर्वे जनाः तत् ग्रामे लाभः अपि च अलाभः अपि च राग अपि च द्वेषः अपि च निन्दा अपि च स्तुतिः ते ते सर्वे जनाः लाभस्य अपि च अलाभस्य रागस्य द्वेषस्य निन्दा अपि च स्तुतिः किमपि अस्ति चेदपि ते सर्वे स्वस्य कर्म कुर्वन्ति किमपि तस्य कर्तव्यं सर्वेष् किमपि भवति चेदपि ते सर्वे स्वस्य कर्तव्यः कुर्वन्ति स्म अत्र तेषां लक्ष्यं किम् इत्युक्ते धर्मम् अपि च मोक्षः अपि च यज्ञदानतप एते सर्वे तस्यां तेषां लक्ष्यम् आसीत् अतः सर्वे सात्विकजनाः तत्र ते ग्रामे आसीत् परन्तु भगवान् कृष्णः तान् उद्दिश्य किं वदति इत्युक्ते सः वदति अस्मिन् ग्रामे दुर्भिक्षं भवतु अपि इत्युक्ते तत्र किमपि जलमपि च अन्नं न भवतु इति सः वदति अपि च नद्याः तीरे नद्यां किमपि जलं न भवतु अपि च तत् ग्रामे यत् वृक्षाः सन्ति लताः सन्ति ते सर्वे फलपुष्पाणि विरहितं भवतु इति सः तत्र शापः उक्तवान् अतः अर्जुनः कृष्णम् अपृच्छत् अर्जुनः वदति भगवान् भवतु कृपासागरः एव भवति सर्वेषां कृते योगक्षेमम् अपि वहति, तर्हि कथं एते सर्वे सात्विकजनाः सन्ति चेदपि भवान् तेषां कृते शापम् उदित उक्तवान्, अपि च पूर्वस्मिन् ग्रामे सर्वे दुष्टजनाः आसीत्, तर्हि तत्र भवान् तेषां कृते आशीर्वाद एव उक्तवान् दत्तवान्, किमर्थम् इति कृतवान् इति अर्जुनः कृष्णं पृच्छति. अग्रे पठतु. अस्तु, अग्रे श्रीकृष्णः अवदत्, पार्थ, भवान् सृष्टिस्थितिलयस्य रहस्यं न जानाति, यदि विघ्नाः कष्टानि च भवन्ति तर्हि ग्रामे जनाः तत्र चिरं न तिष्ठन्ति, ते आश्रयम् अन्विष्यन्तः अन्यत् स्थानम् उपगच्छन्ति, तेन तेषु वर्तमानाः सद्गुणाः सर्वत्र प्रसृताः भवन्ति, ग्रामे यदि सर्वविधं सौकर्यं भवति तर्हि जनाः सुखभोगेषु रममाणाः बहिः नैव गच्छन्ति, येन तेषां सद्गुणाः तत्रैव भवन्ति, उत्तमानां गुणानां प्रसारः यदि सर्वत्र इष्यते तर्हि उत्तमजनानां सर्वत्र गमनम् अपेक्षणीयम्, तस्मात् अहं सज्जनानाम् अशुभम् अकाङ्क्षितवान् इति. एतत् रहस्यं श्रुत्वा कृष्णस्य स्वस्य च अन्तरं विजानन् अर्जुनः परं विस्मयम् अगमत्. अत्र सृष्टिस्थितिलयस्य इति प्रथमसमस्तपदमस्ति, तत्र समाहार क्षम्यतां, तत्र इतरेतरद्वन्द्वः समासः भवति. सृष्टि एवं वा, समाहारद्वन्द्वः. ओ अस्तु अस्तु, हा क्षम्यतां, षष्टि नपुंसकलिङ्गपदं षष्टिविभक्त्यन्तं भवति, अतः समाहारद्वन्द्वः एकवचने अस्ति खलु, लयस्य सृष्टिस्थितिलयस्य. आम् आम्, वनस्य एतावत्तः सृष्टिस्थितिलयस्य इति नपुंसकलिङ्गपदम् एकवचने अस्ति, अतः समाहारद्वन्द्वः भवति. सृष्टि सृष्टिश्च स्थितिश्च लयश्च एतेषां समाहार एतेषां समाहारः इति समाहार अनयोः समाहारः, अत्र पदार्थद्वयमेव अस्ति खलु, पदार्थद्वयमेव अस्ति वा, क्षम्यतां, सृष्टिस्थितिलयः एतेषां, क्षम्यतां, त्रीणि पदा त्रीणि पदानि, सत्यं, क्षम्यतां. सृष्टि च स्थिति च लयः च एतेषां समाहारः सृष्टिस्थितिलयस्य इति. अनन्तरं अत्र एकं वक्तुम् इच्छामि, यत्र अत्र सृष्टिश्च स्थितिश्च इति वदामः, अनन्तरं लयः च इति वदामः, यदि सन्धिः करोति चेत् सम्पूर्णतया सर्वत्र करणीयः, नो चेत् तत्र पृथक् पृथक् एव वदतु, सृष्टिः च स्थितिः च लयः च इति पदद्वये सन्धिं कृत्वा तत्र अन्तिमपदस्य सन्धिः नास्ति, तथा नास्ति खलु. लयश्च लयश्च एतेषां समाहारः सृष्टिस्थितिलयस्य इति. अस्तु, अग्रिमं सुखभोगेषु इति अपि अस्ति, सुखश्च भोगश्च इति इतरेतरद्वन्द्वः सुखभोगेषु इति भवति. अन्विष्यन्तः अन्विष्यन्तः इति कीदृशपदम्? अन्विष्यन्तः ल्यबन्तपदम् इति अहं चिन्तयामि. अन्विष्यन्तः न ल्यबन्तं, हा अत्र ल्यबन्तं पदमस्ति चेत् तत्र अन्विष्यन्तः इति भवति वा, ल्यबन्तम् इति ल्यबन्तस्य लिङ्गपरिवर्तनं भवति वा, वचनपरिवर्तनं भवति वा? न न भवति, अतः अन्विष्यन्तः शत्रुः वा, शत्रुप्रत्ययः, अन्विष्यन् बहुवचने अस्ति, अन्विष्यन्तः अन्विष्यन् अन्विष्यन्तौ अन्विष्यन्तः. अस्तु, सुखभोगेषु इति भवति. अस्तु, तावदेव. रममाणाः रममाणाः इति रमं अहं चिन्तयामि षष्टिभक्ति तत्पुरुषसमासः अस्ति, परन्तु तस्य विग्रहवाक्यम् अन्य कोऽपि किं किं वदति अत्र शान्तशब्दः अस्ति, तत् समासः नास्ति महोदय. ओ रममाणाः इति शानच् बहुवचनान्त. अस्तु, अत्र अशुभम् इति पदम्. अशुभम् इति अहं चिन्तयामि नैतत्पुरुषसमासः शुभं न शुभम् इति. सत्यं सत्यं सत्यं सत्यम्. अस्तु, अत्र सावित्री भगिनी वदतु अर्थपरिच्छेदस्य अर्थः. अस्ति वा अन्तिमपरिच्छेदः सत्य. श्रीकृष्णः पार्थं वदति अत्र सृष्टिस्थितिलयस्य रहस्यम् एतदस्ति, यदि अत्र विघ्नाः कष्टानि भवन्ति तर्हि एते सज्जनाः. तात्पर्यम् इव वदामि, शक्यते किल? एते सज्जनाः सर्वेपि इतः अन्यस्थानेषु गच्छन्ति, यदा अन्यत्र गच्छन्ति तेषां सद्गुणानि सर्वत्र विस्तृताः भवन्ति. अतः अत्र दुर्भिक्षं भवतु इति अहम् उक्तवान्. एते अत्रैव सुखभोगेषु एव यदि भवन्ति तर्हि एतेषां तत्र अन्यस्य अत्रैव सुखम् अनुभवन्तः अत्रैव भवन्ति. इतोपि अन्यत्र तेषां गुणानां प्रचारः न भवति, अतः अत्र दुर्भिक्षं भवतु इति अहम् उक्तवान् इति श्रीकृष्णः वदति. एतत् सृष्टेः रहस्यमेतत् इति तस्य तात्पर्यम. सत्यं सत्यं, समीचीनं भगिनि. अत्र अन्तिमवाक्ये अगमत् इति पदमस्ति. एतद् रहस्यं श्रुत्वा कृष्णस्य स्वस्य च अन्तरं विजानन् अर्जुनः परं विस्मयम् अगमत्. अगमत् इति कीदृशरूपम्? किं अगमत् स्थितः प्राप्तवान् इति अर्थः प्रायः विस्मयं. सत्यं सत्यं, लुङ् लकारः अगमत्, लुङ् लकारः भूत्कालार्थे अस्ति. अस्तु, अपि च दुर्भिक्षम् इति तत्र समासः अस्ति, कीदृशसमासः? दुर्गतिं अस्मिन् ग्रामे दुर्भिक्षं भवतु. दुर्गतं भिक्षं दुर्भिक्षम् न, अत्र अर्थः कः? अर्थमनुसृत्य समासः खलु. दुर्भिक्षम् इत्यस्य अर्थः कः? तस्य तत्र भिक्षस्य प्राप्तिः न भवतु, प्राप्तिः दुर्लभं भवतु. सत्यं सत्यं, तदनुसृत्य समासः कथम्? न, उपपदसमासः अस्ति चेत् अत्र तत्पुरुषसमासः अस्ति खलु. अत्र उत्तरपदस्य लिङ्गं भवति, परन्तु अत्र भिक्षम् इति अस्ति खलु, भिक्षा इति नास्ति. भिक्षं न भवतु इति वा? अत्र अव्ययीभावसमासः अस्ति खलु, भिक्षाणाम् अभावः भवतु. एतत् दुर्भिक्षं, भिक्षाणाम् अभावः. अस्तु, अत्र कथायाः अर्थः स्पष्टः इति भाति खलु भगिनि. प्रसृताः किमर्थं? कुत्र अस्ति प्रसृताः? सर्वत्र प्रसृताः इत्युक्ते तत्र गुणाः सर्वत्र भवन्तु इति. प्रसृताः इत्युक्ते यदि तत्र जनाः तस्मिन् एव ग्रामे तिष्ठन्ति, यतोहि अस्मिन् ग्रामे सज्जनाः सन्ति. सर्वत्र प्रसरति, सर्वत्र प्रसरति इति, सर्वत्र तेषां गुणाः सर्वत्र भवन्तु, अन्येषु ग्रामेषु अपि भवन्तु. यतोहि अत्र पूर्वस्मिन् ग्रामे जनाः तादृशाः दुर्जनाः आसन् खलु, अतः सज्जनाः अन्यत्र अपि गच्छन्ति चेत् तेषां सद्गुणाः अन्यत्रापि प्रसृताः भवन्ति. पुनः वदतु, दुर्भिक्षं विग्रहवाक्यं कथं भवति? भिक्षाणाम् अभावः, अभावः दुर्भिक्षम्. अस्तु, तर्हि कथा समाप्ता. अग्रिमसप्ताहे अत्र श्लोकं श्लोकान् पठामः, अनन्तरं अव्ययीभावसमासः आरप्स्यते. अस्तु, अस्तु, धन्यवादः. धन्यवादः भगिनि, नमस्कारः. धन्यवादः भगिनि, नमस्कारः. नमस्कारः.